नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। तत्र लुङ्लकारः इति विषयः अनुवर्तते, कर्मणि भावे च इति। तस्य एव पुनस्मरणं कृतवन्तः स्म। तत्र वयं स्यासित् सीयुट् तासिषु भावकर्मणोः इति सूत्रं गतसप्ताहे दृष्टवन्तः किल। स्यासित् सीयुट् तासिषु भावकर्मणोः उपदेशे जनग्रहदृशां वा चिन्वत् इट् च। अत्र चिन्वत् भावः विकल्पेन भवति। तत्र यदा चिन्वत् भावः भवति तत्र इडागमः अपि भवति। कस्य भवति इत्युक्ते स्यासित् सीयुट् तासिषु इति प्रत्ययानाम् इडागमः भवति भावकर्मण विवक्षायाम्। उपदेशे अच् जनग्रहदृशां, क्षम्यतां, हनग्रहदृशाम्। अजन्तधातूनाम् उपदेश अवस्थायाम् आर्धधातुक उपदेश अवस्थायाम् अजन्तधातूनां हन् ग्रह् दृश् येषामेव चिन्वत्कार्यं भवति। यदा चिन्वत्कार्यं भवति तत्र प्रत्ययस्य इडागमः अपि भवति। अतः यदा धातुः अजन्तः नास्ति अथवा हन् जन् हन् ग्रह् दृश् नास्ति चेत् तत्र चिन्वद्भावः चिन्वत् आरोपणीयम् इति नास्ति, तत्र इडागमः इत्यस्यापि प्रसक्तिः न भवति। तदेव स्मर्तव्यं प्रथमं यद् चिन्वत् पक्षे अस्ति तादृशधातुः एव वयं पश्यामः। तत्र वयम् आकारान्तधातुः गतसप्ताहे दृष्टवन्तः, धा धातुः, तस्य रूपाणि अपि साधितवन्तः। तत्र चत्वारि सूत्राणि आसीत्, साघवोरिच्च, सा धातोः भूसंज्ञकधातूनाम् अन्त्य अलः ह्रस्व इकारादेशः भवति, अनन्तरं सिचः कित्वत् कित्वत् भवति। सिचः कित्वत् इत्यनेन तत्र गुणनिषेधः आत्मनेपदे प्रत्यये परे। अतः तत्र भूसंज्ञकधातूनां तदेव अस्माकं धा धातुः आसीत्, तत्र ह्रस्व ईकारादेशः भवति प्रथमं सूत्रम्। अनन्तरं तस्य तु सा धातुः अथवा भूसंज्ञकधातूनां विषये एव तस्य प्रसक्तिः, सा गवोरिच्च इत्यस्य। परन्तु अग्रिमसूत्रं यण् इणः शीध्वं लुङ्लितां धो अङ्गात् विभाषेतः इत्यत्र तु सामान्यसूत्रम् अस्ति, तत्र सर्वत्र अस्य प्रसक्तिः अस्ति। इणन्त अङ्ग उत्तरस्य शीध्वं लुङ् लुङ् इत्येव अस्माकं विवक्षा, लिट् इत्येतेषां सम्बन्ध दकारस्य स्थाने मूर्धन्य आदेशः भवति। अतः यत्र यत्र इणन्त अङ्गम् अस्ति लुङ् प्रत्ययः अस्ति तत्र धकारस्य स्थाने मूर्धन्य आदेशः भवति, ईढ्वम् इति दृष्टवन्तः। विभाषेटः इणः परः यः इट् तत्र अपि लुङ् इति प्रसक्ति, लुङ्लकारस्य विवक्षायां तत्र सम्बन्धदकारस्य स्थाने मूर्धन्य आदेशः विकल्पेन भवति। अतः एव अत्र ईढ्वम् ईध्वम् इति रूपद्वयम् अपि श्रूयते। विभाषेटः इणः शीध्वं लुङ्लितां धो अङ्गात् इति द्वयस्य प्रसक्तिः सामान्यतया सर्वत्र, यत्र यत्र लुङ्लकारः अस्ति यत्र यत्र इणन्त अङ्गम् अस्ति तत्र सर्वत्र धकारस्य स्थाने मूर्धन्य आदेशः भवति। ह्रस्वात् अङ्गात् इत्येव चतुर्थसूत्रम् आसीत्, ह्रस्वान्तात् अङ्गात् सिचः लोपः भवति झलिपरे, तदपि सामान्यसूत्रं। ह्रस्वान्तम् अङ्गम् अस्ति चेत् तत्र सस्य लोपः झलिपरे भवति इति। तत्रैव किञ्चित् शास्त्रीयचिन्तनम् आसीत्। अनन्तरं वयं चीङ् धातुः, इकारान्त ईकारान्तदातवः इत्यस्मिन् क्रमे चीङ् धातुः, अनिट् धातुः तत्र दृष्टवन्तः। यद्यपि तद् अनिट् अस्ति तदापि स्यासित् सीयुट् इत्यनेन चिन्वद्भावः इडागमः अपि विकल्पेन भवति। अचोणिति इत्यत्र तत्र वृद्धिः अपि नितीणिति प्रत्यये परे इति तत्र रूपाणि अपि साधितवन्तः। इदानीम् ऊकारान्त ऊकारान्तदातवः इति पश्यामः। महोदय भवान् एव पठति वा? समानमेव भवति, यदा ईकारान्तः तादृशमेव उकारान्तः, परन्तु एकवारं तस्यापि पुनस्मरणम्। अस्तु अस्तु भगिनि, एकनिमिष इकारान्त इकारान्त तदभवत् खलु ऊकारान्त अभवत् ऊकारान्तः ऊकारान्ताः च धातवः लू धातुः सेट् रूपाणि परिशीलनीयानि ऊ धातुः सर्वे उदन्ताः सेटः भवन्ति सत्यम् अस्तु लू धातुः इदानीं चिन्वत् पक्षे तत्र तद् भवति एकनिमिष सूत्रमस्ति स्यासित् सियुट् तासिषु भावकर्मणोः उपदेशे अच् अनगः दृशां वा चिन्वदिति च इति सूत्रेण चिन्वत् पक्षः भवति चिन्वत् पक्षे वदामि एकनिमिष लू इति खलु लू योग इ इति अस्ति तत्र चिन् इ चिन् अस्ति अतः लू योग इ तत्र अचोर्णिति इत्यनेन तत्र वृद्धिः भवति अलु अलौ अलौ अलावि इति भवति अलौ अनन्तरं यचो यवयाः इत्यनेन अलावि इति सत्य इति रूपम् अलावि इदानीं अलू योग अलूयोग तत्र अलूयोग सकार तत्र अस्तु तत्र इडागं भवति अलू योग इशाताम् इति खलु अलूयोग इशाताम् इति अस्ति अलू इशा अलू इति अस्ति अत्र एकनिमिष चिन्वद् लू इति अस्ति अलौ तत्र लू इत्यस्य अलौ भवति वृद्धिः भवति अलौ अलाव् अलाविशाताम् इति भवति अलाविश् अलाविश् अलाविशाताम् तथैव त अलाविशत अलौ अलाविष्टाः इति भवति सर्वत्र अलाविष्टाः अलाविषाता अलाविष्टाः आं सत्यम् अलाविष्टाः एकनिमिष अलाविष्टाः किमपि नास्ति अत्र अलाविष्टाः अलाविषाताम् इति भवति अलाव् अलाव् योग इढ्वम् इति अस्ति अत्र अलाव् अथवा अलाव् योग इढ्वम् इति अस्ति तत्र तत्र अलावि अलाव् तत्र विभाषेटः अलाव् अलावकारः अस्ति खलु अलाव् तत्र विभाषेटः इत्यस्य कार्यं भवति अलाविध्वम् अलाविध्वम् इति भवति एकनिमिषः आम् विभाषेटः इत्यस्य कार्यम् इडागमः अस्ति खलु अतः अलाविध्वम् अलाविध्वं खलु भगिनि सत्यं विभाषेट इत्यस्यैव कार्यमस्ति इणापर्ण वकारः इणवर्णः अस्ति अलाव् इति अनन्तरं इणः उत्तरस्य एकनिमिषः पुनः पठामि विभाषेटः इणः इटः इणवर्णः अस्ति वकारः अनन्तरम् इट् अस्ति तर्हि तद् मूर्धन्यं भवति विभाषा इति तर्हि अलाविध्वम् अलाविध्वम् इति अलाविषि तत्रापि अलावि अलाविस् इति अलाविषि अलाविश्वहि अलाविष्महि तर्हि अलावि अलाविषाताम् अलाविषत अलाविष्टाः अलाविषाताम् अलाविध्वम् अलाविध्वम् अलाविषि अलाविश्वहि अलाविष्महि रूपाणि इति चिन्वत् पक्षे समीचीनं सेट् धातुः अस्ति अतः अस्तु महोदय धन्यवादः अरुणा भगिनी वदति वा चिन्वद् अपक्षे अल्लु धातु अल्लु योगः अल्लु योगः ई धातु ई अस्ति पुनः एकवचनम् अस्ति इच्छिन् अस्ति अतः वृद्धिः भवति अलौ योगः इ यचो यावः इति सूत्रेण अलायि भवति अचो इति एचो यवायः अलु योगः सातां इदागमः नास्ति सेट् धातुः अस्ति ओ अस्ति चिन्वत् अभावः अपि सेट् अस्ति सो गुण एव अलोस्ताम् भगिनि आम् अलो इशाताम् अलो लु इदानीम् ओ भवति, गुणः भवति. ओके, इषताम् इच्छोयावहन अलावशिताम् अलविषाता. अलविषाता इति पदवृष बहुवचनम्. अलुयोगः स्थाः अत्रापि प्रथमं गुणः भवति अलो अलो अलो अलोयोगः अलोयोगः अलावशिताः अलो द्वम् अस्ति अत्र रूपद्वयम् अभवति. प्रथमं गुणः भवति अलो अलोयिष्ट्वम् अलो द्वम् अपि भवति वाग्भाष इति सूत्रम् अलविध्वम् अलविध्वम् इति रूपद्वयं भवति. अस्ति अलो अलोष् अलो अलाविष्यति विशसि अलाविषि अलावशि अलावस्मसि सर्वत्र सत्यम्. अतः लू योगः ईशातां तत्र तु गुणः गुणप्राप्तिः अस्ति. अलो ईशाताम् अलविषाताम् इति भवति, तदेव भेदः. अत्र वयं यथा तत्र चिन्वत् पक्षे दृष्टवन्तः तत्र सर्वत्र अचोनिति इत्यनेन चिन्वत् आरोपितम् इति कृत्वा तत्र वृद्धिकार्यम् अभवत् अलौ इशाताम् इति अलविषाताम् इति. अत्र अपि तत्र समानरूपम् आगच्छति, परन्तु तत्र वृद्धि नास्ति, गुणः भवति. सत्यम् अलविषाताम् तत्र अलाविषाताम् इति भवति. सत्यं भेदः तु अस्ति एव, दीर्घः अत्र सुहस्व. सम्यक् भगिनि, धन्यवादः. उषा भगिनी, कुठादयः इति अन्तर्गणः. अतः समानं इकारान्त उकारान्तेषु अपि भेदः नास्ति, केवलं तत्र धातुः सेट् अस्ति, अनेन तत्र इडागमः तु भवति एव, तदेव भेदः. भेदः इति यदा वक्तुम् इच्छामः चेत् तदेव भेदः. आं भगिनि. अस्तु भगिनि, कुटादयः इति अन्तर्गणः. तुतादिगणे कुटादयः इति अन्तर्गणः अस्ति. अस्मिन् अन्तर्गणे कुट इत्यस्मात् आरभ्य कुङ् इत्यन्तं 35 धातवः सन्ति. येष् पञ्चत्रिंशत् ओके पञ्चत्रिंशत् धातवः सन्ति. येषु आधिक्येन हलन्ताः उद् उपधातवः सन्ति. कुट् उद् उपधातवः सन्ति, कुट् हलन्तः ओके. किन्तु पञ्च अजन्तदातवः अपि सन्ति. कु गु धृ नु धू इति तुदादिगणे कुटादयः इति अन्तर्गणः अस्ति. तत् अन्तर्गणे 35 धातवः सन्ति. अमङ्गं येषु पञ्च अजन्तदातवः सन्ति कु गु धृ नु धू इति. गाङ्कुटादिभ्यो ङित् ङित् ङित् इति सूत्रम् अस्ति. 1, 2, 2 गाङ् आदेशात् कुटादिधातुभ्यः च ङित् ङित् भिन्नप्रत्ययः ङित्वत् भवति. ङित् ङित् भिन्नप्रत्ययः गाङ् आदेशात् कुटादिधातुभ्यः च ङित् ङित् भिन्नप्रत्ययः ङित्वत् भवति. कुट् कुट आदिर्येषां ते कुटादयः बहुव्रीहिः. गाङ् च कुटादयश्च ते गाङ् कुटादयः तेभ्यः गाङ् कुटादिभ्यः. ञ च ञ च तयोः इतरेतरद्वन्द्वः ञणौ ञणौ इतौ यस्य सह ञित् ञित् द्वन्द्वगर्भ बहुव्रीहिः. न ञित् अङ्ित् ङित् णित् नञ् तत्पुरुषः. सूत्रं स्वयं सम्पूर्णं गाङ्कुटादिभ्यः अञित् णित् ङित् भवति. ओके, गाङ् आदेशात् कुटातिधातुभ्यः कुटातिधातुभ्यः गाङ् आदेशात् ग इति आदेशः भवति चेत् ङित् णित् भिन्नप्रत्ययः अञित् णित् इति अस्ति. ङित् णित् भिन्नप्रत्ययः ङित्वत् भवति इति कारणतः गुणवृद्धिनिषेधं भवति. कु गु धृ इति धातवः अनिटः, कु गु धृ इति धातवः अनिटः, येषां रूपाणि समानानि. कु धातोः रूपाणि परिशीलनीयानि. अनिट् धातु कु इति अच् अजन्तधातु. अजन्तधातु तत्र गाङ्कुटादिभ्यो अनित् इति अस्ति खलु, तत्र गाङ् आदेशात् अपि च कुटादिभ्यः खलु अपि च कुटादिभ्य धातुभ्यः तत्र च इति अस्ति खलु, कुटादिभ्यः गाङ् आदेशकृत्वा भवति गाङ्क्ष कुटादयश्च. आं भगिनि, गाङ् आदेशः अस्ति चेत् अथवा या कुटादिगणः अस्ति गाङ् आदेशात् इति पञ्चमी एकवचनमस्ति. कुटादिधातुभ्यः इति पञ्चमी बहुवचनमस्ति. च इति अपि अस्ति, अतः तत्र भिन्नभिन्नविषयः. अत्र गाङ्क्ष इति विषयं नास्ति, कुटादि एव विषयः. कुटादिगणे अन्तर्गण कु गु धृ. ओके, कु गृ धु इति धातवः अनिर्धातु, येषां रूपाणां रूपाणि समानानि. ओके, कु धातोः रूपाणि परिशीलनीयानि. कु उकारान्तदातवः. ओके, उकारान्तदातवः सर्वे अपि सेट् दिस् आर् अनिट् अनिट् अनिट् कु गुरु ह्रस्व उकारः, ऊकारान्त एव सर्वे सेट्. ओके, कु इति ओके, कु अजन्तधातु इत्यनेन स्य सिच् सियुट्टासिषु इत्यनेन भावकर्मणोः छिण्वद्भावं भवति. ओके, विकल्पेन अत्र छिण्वत् पक्षे गाङ्कुटादिभ्यो ङित्वत् भवति इत्यनेन कु धातु कु योगः छिण्वत् पक्षे कु योगः इ एव नो अल् अकु योगः इ अकु योगः इ अत्र छिण्वद्भावपक्षे कु वृद्धि भवति खलु भगिनि. ङित् णित् अङित् भवति, सो भिन्नप्रत्ययः एव ङित्वत् भवति. अत्र ङित् णित् प्रत्ययः छिण्वत् भाव, सो अत्र वृद्धि भवति. अकु अकु योगः इ इति कृते अकौ योगः इ भवति. एचो अयवायावः इत्यनेन औ स्थाने आव् भवति, अकावि इति भवति अकावि. देन् आलु योगः अनिद्धातु, अनिद्धातु इत्यनेन साताम् एव भवति. अचिन्वत् पक्षे इस् वाट् ऐ थाट् फस्ट् वि डिड् बिकास् महोदय डिड् फस्ट् छिन्वत् भावा, देन् ऐ सेड् ओके लेट् मी आल्सो डु छिन्वत् भावा फस्ट्. छिन्वत् भावा छिन्वत् अस्ति भगिनि, छिन्वत् अस्ति चेत् अत्र धातु अनिट् इत्यनेन इ इति नास्ति खलु. ओके, अस्तु भगिनि, इशाताम् एव अस्ति. सो इशाताम् इति कृते देन् इशाताम् अकु, सो अकु योगः इशाताम्, अकु योगः इशाताम्, सो अका विशाताम् इत्येव भवति. सत्यं सत्यं, सो एक्साक्ट्लि लैक् लू धातु. ओके, अका विशाताम् देन् अका विशत देन् इष्टाः अका विष्टाः अका विषाथाम् अका विद्वम् अका विद्वम् इत्येव भवति अका विद्वम् अका विषि अका विश्वहि अका विष्महि अत्र रूपद्वयं विभाषितः वा इनः इणः शिद्वं भगिनि अकावियोगः इत्वम् इति अस्ति तत्र वकारः इण् अस्ति वा इणः उत्तरस्य आं भगिनि वकारः इण् अस्ति अतः अकाविद्वम् अकाविद्वम् इत्येव भवति रूपद्वयं विभाषेतः इत्यनेन रूपद्वयम् अन्यत् सर्वं समानमेव अचोणिति इत्यस्य एव कार्यं सम्यक् वा आं भगिनि अपक्षप्रायः विजयाभगिनी वदति वा आं महोदय नमस्कारः नमस्ते अत्र अत्र ई चिन्वत् अपक्षे ई किञ्चित् किञ्चित् उच्चैः वक्तव्यं भगिनि आं वदामि वदामि हा इदानीं सम्यक् अस्ति अहं म्यूट् म्यूट् मध्ये भवामि भवती वद इदानीम् अत्र कु इति धातुः प्रथमम् अकु इति अस्ति अकु योगः इ अत्र एतत् तत्रापि अचोनिति अनन्तरं एचो यवा यावः समीचीनं भगिनि तदेव अचोनिति एचो यवा यावः कार्यं करोति अतः तादृशमेव भवति अका इ इति भवति अकावि इति भवति अनन्तरं साताम् इति अस्ति अकाविसाताम् इति भवति अकाविसाताम् तत्र अकु अस्ति साताम् अस्ति तावदेव किल उकारः साताम् इति अस्ति तत्र किं भवति गुण तत्र तु गाङ्गो तदेकं सूत्रम् इदानीं भगिनी पठितवती किल गाङ्गुटादिभ्यो नित्स च इत्यनेन तत्र निद्वद् भवति आम् सत्यं सत्यं तद् बहु मुख्यमस्ति अतः अकु अकु साताम् एव खलु महोदय तत्र एकम् इतोपि एकमेव कार्यमस्ति उकारः अस्ति साताम् अस्ति सकारः तत्र किं कार्यं सामान्यकार्यम् आदेशप्रतियोगः इति तावदेव सम्यक् अतः अकु शाताम् इति भवति अकु शाताम् अनन्तरम् अकुशत अकुशत भवति अनन्तरं तत्र अकुष्टाः तत्रापि आदेशप्रत्ययोः इत्यनेन सकारस्य स्थाने मूर्धन्यषकारः भूत्वा अकुष्टाः इति भवति अनन्तरम् तत्र एकं कार्यमस्ति भगिनि अकुयोगः स्ताः इत्यत्र ह्रस्वात् अङ्गात् इति एकं सूत्रं पठितवन्तः किल ह्रस्वात् अङ्गात् इति सूत्रेण सकारलोपः भवति ह्रस्वात् अङ्गात् किं वदति इत्युक्ते ह्रस्वान्तात् अङ्गात् सिचः लोपो भवति जलिपरे इति वद इति सूत्रस्य अर्थः अत्र अकुयोगः स्ताः ह्रस्वान्तम् अङ्गम् उकारः सिचः लोपः सकारः इति सिच् जलिपरे था इति जल् जल् वर्णः अस्ति अतः सिचः लोपः भवति सकारस्य लोपः भवति वा सत्यं ह्रस्वान्तम् अङ्गम् अपेक्षितं तस्य कृते अकुस्ताः. यदा वयं तत्र किं भगिनी भगिन्या कृतं तत्र ह्रस्वान्तमङ्गम न आसीत्, अतः एव तत्र अकाविष्टाः इति अभवत्. इदानीं अत्र इदानीं ह्रस्वान्ताङ्गम् इत्यनेन जली भवेत् खलु, अत्र जलि एव जलि अपि भवेत्. किं रूपं महोदय, अकुताः एव वा? अकुताः एव, तत्र अस्माकम् आदेशप्रत्ययोः इत्यस्य कार्यमेव नास्ति. सकारः तु नास्ति किल, सकारस्य लोपः जातः. अकुताः अकुताः अस्तु महोदय. अनन्तरं तत्र तत्र अपि तादृशमेव वा? साताम् इति अस्ति अत्र, अत्र अपि ह्रस्वात् अङ्गात् इत्यनेन सिचि सिच् लोपः भवति जलि परे. इदानीं जल् नास्ति किल, अकु साताम् इति अस्ति, आकारः मध्ये अस्ति किल, स्वरवर्णः. अतः तत्र अत्र अत्र अतः तत्र ह्रस्वात् अङ्गात् कार्यं न करोति. सत्यम्. अतः अकु तत्र आदेशप्रतियोः कार्यं सत्यं सत्यं सत्यं तत्तु अभवत्. भगिनि अत्र वयं तादृश अङ्गम् इति साधयामश्चेत् तत्र सुलभः भवति, अन्यथा तत्र अस्माकं भ्रमः भवति. अक्षुयोग आताम् इति अस्ति, तत्र सुलभरूपेण ज्ञातुं शक्नुमः, अत्र सकारस्य लोपः न भवति. अकुस्योग ताः यत्र भवति इति जलि जलि परे इति सत्यं, तदपि कुर्मः चेत् तत्र अस्माकं भ्रमः मम भ्रमः भवति तत्र. यत्किमपि महोदय तद् यत्किमपि मार्गः, तत्र रूपं सम्यक् भवेत्, प्रक्रिया अपि सम्यक् भवेत्, तावदेव. तद् वयं तादृशमपि वक्तुं शक्नुमः, अकुयोगः सकारः अनन्तरं ताः इति स्वीकुर्मः चेत् सकारः इति सिच् प्रत्ययस्य सकारः परे जल् वर्णः अस्ति, अतः सकारलोपः जातः. अकुयोगः साथाम् इति स्वीकुर्मः, अकुयोगः सकारः योगः आताम् इति स्वीकुर्मः चेत् तत्र सिच् प्रत्ययस्य सकारः तु अस्ति, परन्तु आताम् इति परः अजादिः अस्ति, अतः तत्र सकारलोपः न भवति. तादृशमपि वक्तुं शक्नोमि. सत्यं. भगिनी अलविष्टाः इत्येव विट् लू धातु अपि मध्यमपुरुष एकवचनं ह्रस्वात् अङ्गात् अलु अलु अलु देन् छिन्वत् अपक्ष देन् अत्र देर् देन् विदित् गुण अलो अलो ह्रस्वः नास्ति किल अङ्गह्रस्व अस्तु अस्तु तदेव अहमपि चिन्तितवती यदा भगिनी तत्र ह्रस्वान्ताङ्गात् आगच्छति, अहमपि तत्र पूर्वं गत्वा किमर्थम् अत्र न कृतवन्तः इति दृष्टवती, परन्तु तत्र लू इति आसीत् किल, अतः एव वयं न कृतवन्तः ह्रस्वात. बट् वि डू द गुण रैट् सो देन् अलारः ओके ओके अस्तु भगिनि. एतत् एतत् कुटादिगणे तत् कुटादिगणे नास्ति खलु तत्र, तदपि अस्ति गुणः भवति. कुत्र यत्र गुणः भवति तत्र ह्रस्वदङ्गात् इति प्रसक्तिः एव न भवति. यत्र गुणस्य भागः अस्ति यथा कुट कुटादिगणे अस्ति ह्रस्व भवति. सत्यं. तत्र इदानीं गुणः सञ्जातः चेत् ह्रस्वादङ्गात् पुनः अत्रापि न भवति, परन्तु अत्र निषेधः अस्ति इति कृत्वा ह्रस्वादङ्गात् इत्यस्य कार्यं. सत्यं. अन्य उकारान्तानां न भवति तत्र ह्रस्वादङ्गस्य प्रसक्तिः न भवति, यतोहि तत्र गुणनिषेधः. आं सत्यं सत्यं सत्यं गुणनिषेधः, अतः एव ह्रस्वः भवति प्रायः प्रायः रूपसाधनार्थमेव गुणनिषेधः अपि. ओके ओके गुणनिषेधः भवति ङित्वत् अत्र ङित्वद्भावम् अस्ति वा? अस्ति खलु. आं साताम् किल. ओ साता किन्वद् अपक्षे चिङ्गतपक्षे अस्तु भिन्नः अस्तु भगिनि ओ मै गाड् नित्यपि नास्ति नित्यपि नास्ति अतः अस्तु अस्ति चेत् तत्र बहुवारं वक्तव्यमेव तदा एव तत् अस्माकं मनसि तत् तिष्ठति अतः प्रश्नाः बहु किमपि अस्ति आमामाम् इट् हास् मेनि लेयर्स् इति वदामः प्रथमवारं यदा पठामः तत्र एकं चिन्तनं भवति द्वितीयवारं तृतीयवारं नूतननूतनचिन्तनम् आगच्छति तत्र यदा किमर्थम् अत्र ह्रस्वादङ्गात् कृतवन्तः पूर्वस्मिन् तु वयं न कृतवन्तः इति तादृशचिन्तनम् आगच्छति एव प्रायः प्रथमवारं वयं बहु किमपि न चिन्तनं कृतवन्तः द्वितीय तृतीयवारम् आगच्छति एव शास्त्रपठनं प्रथमवारम् अहं किमपि न अवगतवान् एव केवलं पठामि स्म अस्माकं अन्यस्मिन् अस्माकम् अन्यस्मिन् वर्गे तत्र सौम्या भगिन्याः वर्गे सा बहुवारं वदति तत्र शास्त्रपठनं बहु गम्भीरम् अस्ति तदेकवारं पठित्वा तत्र निष्कासनं न करणीयं बहुवारं पठनीयं प्रतिदिनं पठनीयम् इति सा वदति प्रत्येकस्मिन् वर्गे सा वदति दिनं दिनं प्रतिदिनं किञ्चित् किञ्चित् पठतु इति तत्र पुनः पुनः पठनीयम् एकस्मिन्नेव विषये इदानीं वयम् अन्ते सुबन्तप्रकरणे स्मः तत्र वयं युष्मदस्मद्शब्दानां रूपाणि साधितवन्तः बहु किमपि अस्ति प्रत्येकस्मिन् विभक्तौ तत्र नूतनसूत्रम् अस्ति प्रत्येकस्मिन् तत्र युष्मद् इति तत्र युष्मा अत् जन्द प्रत्यय प्रत्येकस्मिन् विषये सूत्राणि सन्ति सा किं वदति इत्युक्ते बहुवारं पठनीयम् एकवारं पठित्वा तत्र आम् इदानीं सर्वम् अवगतम् इति यदा त्यजामः पुनः एकमासानन्तरं यदा पश्यामः तत्र किमपि मनसि न तिष्ठति सत्यं सत्यं तस्य वचनं तद् बहु पूर्वं प्रायः एकवर्षात् पूर्वं सन्धि पठितवन्तः इदानीं तत्र पृच्छति चेत् तत्र भ्रमः भवति कस्मिन् सूत्रे आगच्छति इति तद् पुनः पुनः पुनः द्रष्टव्यं लैक् मैथ् दट्स् वै ऐ आल्वेज़ कम्पेर् संस्कृतं वित् मैथ् बहुवारं तत्र करणीयमेव सम्यक् एव तत्र प्रश्नाः पृच्छन्ति चेदेव ममापि तत्र किमर्थम् आगच्छति इति चिन्तनं सम्यक् धन्यवादः विजयभगिनी तत्र समापयति वा तत्र ह्रस्वादङ्गात् अभवत् अकुशातम् अभवत् बहुवचने अकुयोगः द्वम् अत्र अत्र विभाषा विभाषेटः इति कार्यं करोति वा महोदय तत्र द्रष्टव्यम् ईणः उत्तरस्य इड् इति भवति वा इति तत्र इडागमः तु नास्ति किल तत्र अनिट् धातुः अस्ति अकुयोगः द्वम् इत्येव अस्ति अतः इणः परः इट् अस्ति चेदेव लुङ् इत्यस्य मूर्धन्य आदेशः विभाषेटः इणः शीद्वं लुङ्लितां द्वौ अङ्गात् किं वदति इणः उत्तरस्य लुङ् अतः इण् अस्ति अकु इति इण् अस्ति वा नास्ति उकारः अस्ति खलु सत्यम् अतः केवलम् इणः इणः शीद्वं लुङ्लितां द्वौ अङ्गात् इत्येव भवति विभाषेटः कदा भवति इत्युक्ते इणः परः इट् भवेत् इदानीम् इण अस्ति परन्तु इट् नास्ति किल अवगतं किल तद् भेदः तयोः भेदः इडागमः भवति चेत् एव तत्र विभाषेट इत्यस्य प्रसक्तिः भवति न तु अन्यत्र इडागमः भवति सत्यम् इणः इड् वयमपि अवश्यं इडागम अपेक्षितमेव अस्ति सत्यम् अकुद्वम् आम् सत्यम् उत्तमपुरुषे उत्तमपुरुषे सि अत्र अकुशि अकुशि इति भवति सत्यम् अकुश् बहि अकुश् महि इति भवति सम्यक् अकुष्महि अकुष्महि इति उकारान्तः अभवत् धन्यवादः भगिनि. महोदय भवान् अग्रे पठति वा? ऊकारान्तदातवः. ऊकारान्तदातवः सर्वे सेतः नु धू इत्यनयोः नु धातोः रूपाणि परिशीलनयानि. नु धातुः नु इति नोनः. अस्तु, नोनः इत्यनेन तत्र धात्वादेः णः नः णोः नः इति भवति. तत्र णोः नकारः भवति इति अस्ति. तर्हि नो इति भवति. एकनिमिषं. नु इति, नु इति धातुः अस्ति. इदानीं तत्र एतत्तु सेट् अस्ति. अस्तु, इदानीं तत्र चिण्वद् पक्षे वदामि वा? आम्. अस्तु, तत्र तर्हि ई ईशातां ईशत इति खलु, ईष्टाः ईशातां ईध्वम् ईशि ईश्व ईश्वहि. नो इति, नो योग ई इति अस्ति. नौ अनन्तरं नाव् नावि अनावि इति, क्षम्यताम्, अनावि अनावि इति भवति. इदानीम् अनु योग विषाताम्, अत्रापि ए अनौ अनाविषाताम् अनाविषाताम् अनाविशत अनाविष्टाः इति तत्र सर्वत्र अनाविष्टाः अनाविषात् अनाविषात् अनौ खलु अनावि अनावि एव अनाविषाताम् अनाव् अनाव् अनावि तत्र अनाविध्वम् इति अस्ति. अनाविध्वं तत्र इडागमस्ति, अनाव् वकारः अस्ति, अतः अनाविध्वम् अनाविध्वम् इति रूपद्वयं भवति. अनुयोगैः अनौ अनाविषि, अनुयोगैश्वहि अनाव् अनाविश्वहि अनाविष्महि इति. तर्हि अनावि अनाविषाताम् अनाविशत अनाविष्टाः अनाविषाताम् अनाविध्वम् अना तत्र अनाविध्वम् एकनिमिष अनाविध्वं तत्र अनाविध्वम् इति रूपद्वयं क्षम्यताम् अनाविध्वम् अनाविध्वम् अनाविषि अनाविश्वहि अनाविष्महि इति रूपाणि. एतदपि गुटादिगणे एव अस्ति किल, णूधू इति. तत्र गुणः अन्यथा तत्र क्षम्यतां, तत्र इडागमः भवितुम् अर्हति. अत्र इडागमः भवति खलु? आम्, तत् सत्यं. जादि किल, तद् तु भवति. दीर्घ उकारः, दीर्घ उकारः. तत्र इडागमः भवति परन्तु गुणः न भवितुम् अर्हति. इडागमः भवति परन्तु गुणः आम्, परन्तु वयं यदा अपक्षे साधयामः चेत्. अपक्षे वदामि, अपक्षे तत्र तस्मिन् एव अस्ति खलु, तत्र गाङ्कुटादिभ्यः तस्मिन् एव अस्ति खलु. अतः तत्र तत्र गुणः न भवति खलु, नित्वत् नित्वत् निद्वत् भवति, नित्वत् भवति, गुणः न भवति. अनु एव अनु तत्र तदपि वदतु महोदय, अरुणा भगिनी केवलं शृणोमि इति भवति. अत्र मया प्रेषितं किञ्चित् अत्र पश्यतु महोदय. कुत्र भगिनि? चाट् बाक्स् मध्ये. चाट् बाक्स् मध्ये न आगच्छति वा? चाट् बाक्स् मध्ये केवलम् अरुणा भगिन्याः मेसेज् एव अस्ति. न तु भगिन्याः ईमेल् द्वारा पश्यतु महोदय. इदानीं पश्यतु, न न आगच्छति. अस्तु, ईमेल् द्वारा पश्यतु महोदय. आम् आम्, नास्ति चिन्ता. ईमेल् द्वारा भगिनि एकनिमिषम् अहं तद् उद्घाटयामि. किम् अस्ति? आम्, तद् ज़ूम् करणीयम्. अस्तु, तत्र गाङ्कुटादिभ्यो नित् इति हिन्दीभाषायामस्ति सूत्रस्य प्रत्ययिकी नित्वत् होने के कारण किम् अस्ति भगिनि? कारण तत्र कारण के बात् किम् भवति? नो नः इति सूत्रेण मूर्धन्य नकारस्य दन्त्य नकारः भूत्वा अनन्तरम् ऊकारान्त सारे के सारे धातु सेट् भवति, अतः अत्र सेट् प्रत्ययैः लगाये इदानीम् अणु आगच्छति खलु, नकार मूर्धन्यनकारस्य स्थाने दन्त्यनकारः भूत्वा अणु इति भवति. अनन्तरम् ईट् सेट् अस्ति, अतः ईट् इदानीम् अणु अनन्तरम् अचुष्णु धातु भ्रुवो युवङ् धातु भ्रुवो युवङ्ग इत्यनेन तत्र उकारस्य स्थाने वकारः भूत्वा अणु भवति, इदानीम् ईत् अणुवीत्. एतत् उवङ्गादेशः कृतवन्तः आम् करणीयं भगिनि, तत्र गुणः न भवति तत्र. आम् सत्यम् अहं करोमि तदेव. अनुवीत् अनन्तरम् अत्र मूर्धन्यषकारः भवति, अनन्तरं स्टुनाश्चुः इत्यपि कार्यं करोति, अतः अनुविष्टुः किमपि न आगच्छति भगिनि. न भगिनि, अत्र इष्टा इति खलु तत्र कृतमस्ति खलु, तत्र इष्टा इति कृतमस्ति एव तत्र ईशाः इति तदेव भगिनि. अहं करोमि भगिनि, तत्र एकम् इष्टातम् इति अस्ति खलु अत्र टकार टकारस्य स्थाने टकारः महोदयः इदानीं साधयति. अहं मम अभ्यासः भवति इदानीम् अहं करोमि तत्र एकनिमिषम् अस्ति अनुयोग ई तत् अनौ अनावि इति तत् किमपि नास्ति. अनुयोग इशाताम् इति अस्ति तत्र गाङ्गुटादिभ्यो इत्यनेन तत्र इदानीं तत्र गुणः न भवितुमर्हति, परन्तु तत्र अनुयोग इशाताम् इति अस्ति तत्र उकार दीर्घ उकारान्त सर्वे शेषः अतः इशातामेव. अनुयोग इशाताम् इति अस्ति तत्र इयङ् उवङ् अधिष्ठधातु पूर्वाङ् इयङ् उवङ् ओ इत्यनेन तत्र तत्र ऊ अनुय उ इति आदेशः भवति, अनुविशताम् इति भवति, अनुविशताम् इति ह्रस्वः भवति अनुविशताम्, तथैव अनुविशत इति भवति तत्रापि अनुयोग इशत, तत्रापि गुणः न भवति गाङ्कुटादिभ्यो. कार्यं करोति वा महोदय? करोमि. अनुविशत इति भवति. इदानीम् अनुयोग इस् योगता इति अस्ति, अनुयोग इस् योगता अनुवि अनुवि योग अनुविस् योगताः अनुविष्टाः इति भवति, तद् भवति एव. महोदय यद् भगिन्या प्रेषितं तत्तु परस्मैपदी धातुः, तत्र कर्तरि प्रायः अस्ति. तद् नास्ति, अनुविष्टाः खलु, अनुविष्टाः एतव. अत्र अनुवीत् अनुविष्टाम् अनुविशुः इति रूपाणि सन्ति, तत्तु परस्मैपदी कर्तरि रूपाणि. तत्र तु ईत् ईशा अस्माकं तु प्रत्ययः ई साताम् किल, ई ईशाताम् इत्येव. अनुयोगः ईशाताम् अनुविशाताम् खलु, ह्रस्वः भवति, उवङ्गादेशः भवति अनुविशाताम् यदि वृद्धिः गुणः न भवति चेत् खलु. आम् शक्नुयोग अन्ति शक्नुवन्ति इति भवति खलु, अत्र गुणः धातुरूपि अङ्गमेव अस्ति भगिनि, धातुरूपि अङ्गम् अनुयोगः ईशाताम् अन्यथा अनु इति नु इति भवति, अनुविशाताम् इति भवति. अन्यथा यणसन्धि भवेत् उकारस्य ईकारस्य सत्यं तद् तु तत्तु दोषाय आगच्छति किल. अनुयोगः ईशाताम् तत्र उवङ् आदेशः भवति चेत् ह्रस्वकारः अनु इति भवति, ऊ इत्यस्थाने ऊ इति भवति, अनुयोगैशतम् अनुविशताम् इति ह्रस्व भवति, तथैव अनुविशत इति अनुविशाताम् अस्तु, अनुविशाताम् इत्येव भवति. तत्र किमपि तत्र स्टुनाष्टुः इत्यस्य किमपि अवसरः नास्ति. शाथाम् इति तत्र तु स्वरः अस्ति किल, आकारः. आम् भगिनि, तत्र साताम् इत्यत्र ईडुकोः इत्यनेन भवति, तत्र साताम् सत्यं अनुविशत इति अस्ति. तत्र अनुविश् योगताः तत्रापि तत् अनुवि तत्र अनुविश् योगताः इति एकं निमिष अनुवि खलु अनुवियोग अनुविष्टाः एव तत्र तत्रापि सत्यं सकारः तत्र न तु स्टुनास्तु इत्यनेन तत्र सकारः आदेशप्रत्ययो इत्यनेन खलु तत्र आदेशप्रत्ययो तदेव खलु इकारः अस्ति अनन्तरं स्तुत्वम् सकारः खलु अनुविष्टः इति आदेशप्रत्ययो अनन्तरं तत्र आम् यदा आदेशप्रत्ययोः शकारः भवति तत्र सकारस्य तु स्थाः तत्र आदेशप्रत्ययोः अन्यथा क्षम्यताम् अष्टुनाष्टुः अनुविष्टः इति भवेत् अनुविष्टः इति भवति अनुविष्टाः आम् सत्यम् तर्हि अनुविशाताम् अनुयोग इध्वम् इति अनुयोग इध्वम् इति अस्ति अनुयोग विध्वम् अनुविध्वम् अपि च अनुविध्वं तत्र इडागमस्ति अपि च पूर्वम् इण्वर्णः अस्ति अनुविध्वम् अनुविध्वम् इति रूपद्वयं भवति विभाषेटः इत्यस्य कार्यं भवति अत्र अग्रे तग्रे अनुयोग इषि तत्रापि उवङ्ग अनुविशि अनु अनुविश्वहि अनुविश्महि तर्हि अनावि अनु अनु अनु अनावि अनुविशाताम् अनुविशत अनुविष्टाः अनुविशाथाम् अनुविध्वम् अनुविध्वम् अनुविशि अनुविश्वहि अनुविश्महि इति रूपाणि सम्यक् वा भगिनि समीचीनमेव दृश्यते यद् भगिन्या प्रेषितं तत्तु परस्मैपदि तद् भिन्न प्रजादिप्रत्यये परे श्नु इत्यस्य धातुसंज्ञकस्य तथा भ्रू इत्यस्य ईवर्णान्त ऊवर्णान्तस्य अङ्गस्य इयङ् वाक् आदेशः भवति इति सूत्रं अनेन सूत्रेण त्रिविधानाम् अङ्गानाम् अजादिप्रत्यये परे इयङ् वाक् तत्र किमपि नास्ति सर्वत्र भवति भगिनि तत्र केवलं परस्मैपदी इति नास्ति इयङ् वाक् न न तद् किमर्थ तद् किमपि नास्ति तत्र प्रत्ययस्य विषये किमपि नास्ति किल अजादिप्रत्यये परे तद् इत्युक्ते अजादिप्रत्ययः इत्येव तत्र लकारस्य विषये वा सार्वधातुकः अर्धधातुकः किमपि नास्ति स्नु इत्यस्य धातुसंज्ञकस्य तथा भ्रू इत्यस्य ईवर्णान्त ऊवर्णान्तस्य अङ्गस्य इदानीम् अस्माकं तु ऊवर्णान्तम् अङ्गम् अतः उवङ् इति आदेश तत्र वयं दृष्टवन्तः खलु तत्र तत्र एकम् अस्ति अतिष्णुदातुपूर्वाङ्गि एन् अप्रबाद्य अपि च असहयोगपूर्व अस्ति चेत् तत्र उष्णु सर्वदातुक इत्यनेन तत्र एन् भवति तत् चिन्वन्ति इति भवति चिनु योग अन्ति चिन्वन्ति अत्र एन् भवति परन्तु उष्णु सर्वदातुक इत्यनेन अन्यथा शक्नुवन्ति आप्नुवन्ति उवङ् आदेशः अस्ति अस्तु अत्र अचि अचि परे आसीत् अतः एव अस्य प्रसक्तिः अकु इत्यत्र तु साताम् इति अचि परे न आसीत् अतः तत्र तस्य प्रसक्तिः न आसीत् आगत्य रूपं वदतु महोदय आं महोदय एकवारम् एकवारं एकनिमिषं प्रत्ययं दृष्ट्वा वदामि अस्तु अना नु इति खलु अनावि इति भवति प्रथमं वृद्धिः भवति अनावि अनन्तरं सर्वत्र उवङ् आदेशः अतः अनुविश् अनु अनु इति भवति अनु अनु इत्यस्य अनु अनुविशाताम् अनुविशत अनुविष्टाः अनुविशाताम् अनुविध्वम् अनुविध्वम् अनुविशि अनुविश्वहि अनुविश् अनुविशाताम् इति लिखतु भगिनि अनन्तरं साधयतु तत्र सम्यक् भवति अनुविशाताम् उकारः ऊकारस्य स्थाने उवङ्गादेशः अनु अन् उव ईशाताम् अनुविशाताम् तावदेव समानरीत्या आगच्छति अनुविष्टाः अनुविशाताम् अनु अनुविद्वम् अनुविद्वम् इति रूपं द्वयं भवति अनन्तरम् अनु अनुविषि अनुविषि अन् उवङ्ग् किल अन् उव दन्दप्रत्यय इशाताम् तत्र योजनीयम् समीचीनं तत्र सूत्रं न स्मरणे भवतु किल तद् विस्मृतम् चिन्तितवान् किं भवति इति तद् मम मनसि आगतं प्रायः भवेत् इति तत्र कार्यं करोति अन्यथा तत्र गुणः भवति खलु इको इको तत्र तु गुणनिषेधः किल अतः एव अत्रापि तदेव भवति रूपं गुणः भवति चेदपि अनन्तरम् अवादेशः खलु अत्र उ तत्र अवादेश तत्र अनुविशत अत्र अनविशताम् इति अशुद्धरूपं भवति इदानीमहं समीचीनं सम्यक् अस्तु अग्रे सरामः उकारान्तः भवत् उकारान्तः उकारान्तः नूधु द्वयमपि तत्र अस्माकं कुटादिगणे अस्ति अतः गाङ्कुटादिभ्यो नित् इत्यनेन तत्र णित्वद् भवति अतः गुणनिषेधः अपि सञ्जातः ऊकारान्तः सर्वे सेटः इदानीं तत्र अचिष्णुधातु ब्रुवां युवोरियङ् वङ्गौ इत्यनेन कथं रूपसाधनीयम् इति दृष्टवन्तः इदानीं ऋकारान्त ऋकारान्तदातुः ह्रस्वः एव भगिनी उषा भगिनी पठति वा आं भगिनि ऋकारान्तधातवः दुक्ङ्करणे इति कृ धातुः अनिट् तस्य रूपाणि परिशीलनीयानि ओके प्रथमम् उश्च पठितम् अग्रे उश्च उश्च ऋवर्णान्तधातुतः ऋवर्णान्तधातुतः जलादि लिङ् सिच् कित्वत् भवतः आत्मनेपदेषु प्रत्ययेषु ओके जलौ लिङ् सिचौ इत्यस्मिन् तदादिविधिः सो ओके तदादिविधिः उः धातोः इत्यस्मिन् तदन्तविधिः उः धातोः इत्यस्मिन् तदन्तविधिः सो ऋकारस्य षष्ठी सो ऊ धातोः इत्यस्मिन् तदन्तविधिः ऋकारान्तधातु ऋवर्णान्तधातुतः जलाति लिङ् सिच् जलाति लिङ् सिच् उः पञ्चमीयन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इको जल् इत्यस्मात् वचनपरिमाणं कृत्वा जलौ इत्यस्य अनुवृत्तिः जल् इति जलौ इति भवति लिङ् सिचौ आत्मनेपदेषु इत्यस्मात् लिङ् सिचौ आत्मनेपदेषु इत्यनयोः अनुवृत्तिः असंयोगात् लिट् कित् इत्यस्मात् वचनपरिणामं कृत्वा कितौ इत्यस्य अनुवृत्तिः कित् इति कितौ इति भवति किति कितौ ओके अनुवृत्तिसहितसूत्रम् उः धातोः जलौ लिङ् सिचौ उः धातोः जलौ लिङ् सिचौ कितौ आत्मनेपदेषु सो ऋकारान्तधातुतः जलौ लिङ् सिचि सिचौ प्रत्ययः परः अस्ति चेत् जलः लिङ् सिचौ इत्यस्मात् कित् वाट् प्रत्ययः सूचय जलौ लिङ् सिचौ प्रत्ययः किं प्रत्ययः सूचयति इति सातां सातां सत इति ऐ गेस् ओके लिङ् सिचौ ओके कितौ आत्मनेपदेषु कितौ इति वचनपरिणाम असंयोगात् लिट्कित् सो कित्वत् भवति इति भवति वा भगिनि असंयोगात् लिट्कित् इत्यस्मात् वचनपरिणामं कृत्वा कित् प्रत्ययः परः अस्ति चेत् लिङ् सिचौ कित् प्रत्ययः परः आत्मनेपद कित् प्रत्ययः परः अस्ति चेत् वाट् डस् इट् बिकम् अनुवृत्तिसहितसूत्रम् बुश्च सूत्रं न अवगतं जलादिलिङ्ग् अस्माकं कृते स्विच् जलादि इदानीं जलादि स्विच् किं भवति जलादि स्विच् इट् विल् बि सातां सत झल् प्रत्ययः जलादि जलादिप्रत्ययः सातां सत स्थाः साथाम् इदानीं ते कित्वत् भवतः कित्वत् भवतः आत्मनेपदेषु प्रत्ययेषु आत्मनेप्रति प्रत्ययः परः भवति तत्र जलादि सिच् प्रत्ययः अस्ति चेत् ते कित्वत् भवति ऋवर्णान्तधातुतः चिन्वत् चिन्वत् भावपक्षे चिन्वत् भाव अग्रे पठामि वा रूपाणि तद् पठतु अनन्तरं साधयतु चिन्वत् भावपक्षे चिन्वद्भावपक्षे चिन्वद्भावः विद्यते नाम सर्वेषु प्रत्ययेषु णित्वत्वम् अस्ति एकस्मिन् प्रसङ्गे एक एव अतिदेशः सम्भवति इति कृत्वा एकस्मिन् प्रसङ्गे एक एव अतिदेशः सम्भवति इति कृत्वा णित्वं विद्यते चेत् कित्वं न सम्भवति कृत्वा णित्वं विद्यते चेत् कित्वं न भवति सियसिच् सियुतासिषु भावकर्मणोः उपदेशे अच्छान्ग्रह् दृशां वा चिन्वत् इच्च विशिष्टसूत्रं सियसिच् सियुतासिषु एव भवति अतः चिन्वत् भावपक्षे उश्च इत्यस्य कित्वं प्रबाद्य णित्वमेव प्रवर्तते न अवगतं चिन्वद्भावपक्षे चिन्वद्भावः विद्यते नाम सर्वेषु प्रत्ययेषु णित्वत्वम् अस्ति ओके एकस्मिन् प्रसङ्गे एक एव अतिदेशः सम्भवति इति कृत्वा एकस्मिन् प्रसङ्गे एक एव अतिदेशः सम्भवति इति कृत्वा णित्वं विद्यते चेत् कित्वं न सम्भवति ओके दट्स् वै देन् नौ एक एव अतिदेशः इति अत्र णित्वम् इति एव गृहीतं कित्वम् इति न सम्भवति कित्वम् इति बाधितं भवति भावकर्मणोः अच्छान् ग्रहदृश्याम् इच्छनेन विशिष्टसूत्रं सियसिच् सियुतासिषु एव भवति सो उश्च सूत्रं सियसिच् सियुतासिषु सूत्रं सियसिच् सियुतासिषु विशिष्टसूत्रम् इत्यनेन सियसिच् इत्यनेन चिन्वद्भावमेव कार्यं करोति बुश्च इत्यस्य कार्यं चिन्वत् भावपक्षे बाधितं भवति इति अत्र सत्यं सो डुक्रिङ् इति धातुतः कृ धातोः चिन्वत् भावपक्षे चिन्वत् भावपक्षे अनिट् ओके कृ धातोः अनिट् अनिट् ई सातां सत ओके चिन्वत् भावपक्षे ई सातां सत सो कृशाताम् अनिट् चिन्वत् पक्षे वदति खलु चिन्वत् पक्षे ईटागमः ओ सियसिच् सियुट् इत्यनेन चिन्वत् इच्छ ओके ओके ओके सो इच्छ सो ई इशाताम् इशत ओके ई इशाताम् इशत सो प्रथमं कार्यं कृ योगः णित्वत् चिन्वत् भावपक्ष सो वृद्धि भवति चिन्वत् भावपक्ष वृद्धि भवति कृ इति आर् आर् इति भवति कृ योगः इ सो णित्वत् अचोण्णिति इत्यनेन वृद्धिः भवति आर् इति भवति कारि इति भवति अकारि अकारि इति भवति देन् इशातां कृ योगः इशातां चिन्वद्भावः भवति चिन्वत् भावः भवति चेत् वृद्धिः अत्र वृद्धिः भवति वा नो इशाताम् अकृ योगः इशाताम् अकृ योगः इशाताम् अत्र गुण एव भवति गुण एव भवति अकृ चिण्वत् चिण्वत् ओ चिण्वत् पक्ष चिन्वत् पक्ष सर्वत्र वृद्धिः एव ओके चिन्वत् पक्ष चिन्वत् भावपक्ष इडागमः भवति वृद्धिः अपि भवति आं भगिनि सो अकृ सो अकारि अकार अकारितेव भवति अकारिषाताम् अकारिषाताम् अकारिषत अकारिषत अकारिष्ठाः अकारिषात् नो अकारिषाताम् अकारिद्वम् अकारिद्वम् एव भवति विभाषेतः विभाषेतः आम् ओके सो अकारिद्वम् अकारिद्वम् देन् अकारिषि सो अकारिषि अकारिष्वहि अकारिष्महि चिन्वत् चिन्वत् पक्ष चिन्वत् अभावपक्ष इत्यनेन चिन्वत् अभावपक्ष इत्यनेन प्रथमं प्रत्ययः इ सातां सत तत्र अनिट् अस्ति किल अनिट् अस्ति चिन्वत् अभावपक्ष इडागमः अपि नास्ति सो इ सातां सत ओके सो प्रथमपुरुष एकवचनं तु वृद्धि भवति वृद्धि भवति सो अकारि एव भवति अकारि देन् प्रथमपुरुष द्विवचनं साताम् इति भवति साताम् अकृ योगः साताम् चिन्वत् अभावपक्ष गुण एव भवति अकृ इति अकर् इति भवति अकरि न न नाट् इ अकरः भवति वा ओ ओ दट्स् वाट् वि स्टडीड् फर् द स्पेशल् सूत्र ओके उश्च उश्च इति कार्यं करोति वा ऊ धातोः जलौ लिङ्क्सिचौ जलौ लिङ्क्सिचौ कितौ आत्मनेपथेषु कित्वद्भावं भवति ऊ धातोः उः धातोः ऋकारान्तधातोः जलौ लिङ्क्सिचौ अत्र साताम् इति जलि लिङ्क्स् लिङ्क् जलि सिच् प्रत्ययः सो कित्वत् भवति गुण नास्ति अकृयोगः साताम् अकृ सकारः आदेशप्रत्ययोः इण्कोः इण् अस्ति सो अकृशाताम् अकृशाताम् इति भवति अकृशाताम् अकृशत अकृष्टाः शकारः देन् स्तोः स्तु नाश्चुः अकृष्टाः अकृ ओ या ह्रस्व अङ्गम् एव अस्ति अकृयोगः स्थाः अकृ ह्रस्वात् अङ्गात् इत्यनेन सकारलोपः भवति सकारलोपः भवति अकृताः देन् सुनाष्टुः न कार्यं भवति अकृताः अकृताः अकृशाताम् अकृद्वम् अकृद्वं द्वं नास्ति वा इणः नास्ति इणः अस्ति इट् नास्ति इणः इट् सत्यं सत्यं सो अकृद्वम् अकृषि अकृयोगः स्वहि अकृयोगः स्वहि विभाग न चकारलोपः वाट् सूत्रः पुस्तक भगिनि ह्रस्वातङ्गात् अत्र सकारः नास्ति अस्ति अस्ति स्वहि स्महि मकारः जलि अस्ति वा ओ वल् वकारः जल् नास्ति झबञ् कडदशक ओके ओके सो अकृष्वहि अकृष्महि तावदेव सम्यक् तद् ह्रस्वादङ्गाद् अधिकतया मध्यमपुरुषे एकवचने एव तस्य प्रसक्तिः किमर्थम् इत्युक्ते जलि अपि भवेत् शिचः जलि परे तत्र तादृश तत्र एव सिच् जल् परे इति स्थाः इत्यत्र एव अधिकतया तत्र एव दृश्यते अन्यत्र सर्वत्र तादृश प्रसङ्गः नास्ति तत्र मध्यपुरुषे बहुवचने किम् उक्तवती भगिनि तत्र अकृद्वं वा कृद्वं अकृद्वं दकार अकृत् ध्वम् किमर्थं न भवति अहम् एकनिमिषः इणः इणः तद् इणा अस्ति तद्द्वितीयसूत्रं भगिनि इणः शीध्वं लुङ्लिटां दो अङ्गात् किमर्थं न भवति इणः शीध्वं लुङ्लिटां दो अङ्गात् इणः अस्ति कृ द्वं शीध्वं लुङ् लिटां दिस् इस् लुङ् ओके दः मूर्धन्यः भवति सो भवति वा या दकारः मूर्धन्यः भवति भगिनि इणः शीध्वं लुङ् लिटां धः दो अङ्गात् ओके दकारः एव मूर्ध्वं भवति मूर्धन्य भवति अकृढ्वं सो एकमेव रूपं देन् अकृढ्वम् एव रूपम् सत्यम् एकमेव रूपम् इणः तत्र विभाषेटः न भवति तावदेव अकृढ्वम् ओके इण् अस्ति लुङ्लकारः अस्ति अतः दकारस्य मूर्धन्य आदेशः इणः शीध्वं लुङ्लिटां धो अङ्गात् समीचीनं वा आं भगिनि रिमेम्बर् तत्र स्मारि अकारि अकारिषाताम् अकारिषत तत्र चिन्वद् वदति वा अपक्षे वदति वा अपक्षे अपक्षे अकृषाताम् अकृषाताम् अकारि अकृषाताम् अकृषत अकृथाः अकृषाताम् अकृढ्वम् अकृषि अकृषि तत्र स्मरणे तु न भवति परन्तु यदा वयं धातुः प्रत्ययः पश्यामः चेत् सूत्राणि मनसि भवेत् तत् स्फुरणं भवति तत्र अकृयोगः साताम् अस्ति चेत् तत्र लुङ्लकारः लुङ्लकारस्य सूत्राणि कानि अस्य सूत्रस्य प्रसक्तिः इति तादृशमेव तद् कण्ठस्थी तु न भवति आं भगिनि सूत्रमेव ईवन् सूत्रं रिमेम्बरिङ्ग् सूत्रमपि कण्ठस्थी न भवति बट् इफ् यु नो द निमित्त तत्र आप्लिकेशन् इति वदामः किल अत्र उश्च इत्यनेन कित्वद् भवति इति एतादृशम् अथवा किमपि सूत्रम् अस्ति अनेन कित्वत् भवति अत्र इति स्मरणे आगच्छति चेत् वयम् अष्टाध्यायी डाट् काम् मध्ये गत्वा सूत्रमपि अन्वेष्टुं शक्नुमः तद् यदा अष्टाध्यायी कण्ठस्थम् अस्ति चेदेव तत्र सूत्राणि अपि मनसि आगच्छति अथवा तदपि किञ्चित् क्लेशमेव तत्र इदानीं तु वयं तत् सामान्यसूत्राणि तु वयं वदामः किल आर्धधातुकः अस्ति चेत् यक् भवति अथवा कुत्र यक् न भवति भवकर्मणोः स्यासिच् अपि वयं जानीमः इदानीम् अस्ति औट् आफ् 4000 प्रायः 500 सहस्रं वा महोदय सीता किं महोदय पुनः वदतु रामायणं पठित्वा अनन्तरं सर्वं तादृशम् मम तद् अस्ति तादृश भवति वारं वारं तद् भवति एव परन्तु तत्र आम् वारं वारम् अधिकतया वारं वारं पठनीयम्. अत्र किं लाभः अत्र लक तिङन्तेषु इति वदामि चेत् तत्र एकं सूत्रं स्वीकुर्मः चेत् धातु उकारान्तदातवः कृते एकं सूत्रम् अस्ति अथवा इदानीम् एव दृष्टवन्तः इकारान्त उकारान्तेषु एकमेव अचोणिति तत्र सर्वत्र कार्यं करोति समानमस्ति इति. यदा वयं तद्धितः अथवा कृदन्तः पश्यामः प्रत्येकस्मिन् शब्दस्य कृते एकम् एकं सूत्रं बहु बृहत् अस्ति. तत्र प्रायः अष्ट सूत्रेषु अधिकसूत्राणि तद्धितप्रकरणस्य एव भवेत्. ज्येष्ठः इत्यस्मिन् कृते एकं सूत्रं, कनिष्ठः इत्यस्मिन् कृते अन्यत् सूत्रं, तादृशम् एकम् अपवादः प्रत्येकस्मिन् प्रत्ययस्य कृते अण् इति प्रत्ययः अस्ति चेत् तस्य बहवः अपवादसूत्राणि अधिक तद्धित प्रायः कृदन्तेषु अपि अधिकं भवेत्. परन्तु इदानीं तत् तिङन्तेषु तादृशं नास्ति, सर्वव्यापि तादृशमस्ति तिङन्तः. एकं सूत्रं स्वीकुर्मः चेत् अधिकं चोः कुः इति स्वीकुर्मः चेत् सर्वत्र तु भवति एव किल असौ उपादायाः. साधिताः अरण्यम् इव इति अहं श्रुतवती. आम् आम् तत्रापि बहु किमपि अस्ति साधितेषु. परन्तु अत्र भगिनी अहं चिन्तयामि तत्र कृदन्तेषु एव तत्र बहु बहवः सूत्राणि सन्ति. तद्दिश तद्धितस्य प्रक्रियादशायां किमपि तादृशं नास्ति इति चिन्तयामि खलु. अर्थः तत्र सूत्राणि कण्ठस्थम् अस्ति चेत् तद्धितः सरलम् अस्ति, सूत्राणि कण्ठस्थं नास्ति चेत् बहु क्लेशः भवति. बहु प्रत्ययाः एव भिन्नभिन्नः अस्ति. अनन्तरं तत्र अपवादः अपवादाः बहवः सन्ति कस्मिन् अर्थे भवति इति. परन्तु आम् आम् क्लिष्टः अस्ति अहं चिन्तयामि. तद्धित तदेव उक्तवान् तत्र निलेशमहोदयेन तद्धित सम्यक् अस्ति. तद्धित तद्धिते किमपि तादृशक्लेशः नास्ति, कृदन्ते एव अधिकक्लेशः भवति इति प्रायः. तत्र सूत्राणि कण्ठस्थं भवेत् महोदय. आमां प्रायः अस्माकं विद्यालयेषु मल्टिप्लिकेशन् टेबल्स् पाठयन्ति किल, तस्मिन्नेव समये अष्टाध्यायीम् अपि पाठनीयम्. अष्टाध्यायी धातु पाठ सर्वं पाठनीयं भगिनि. तादृशमेव भवति इदानीमपि. अहं प्रथमं कर्तस्थीकरणं भवति अष्टाध्यायी, अनन्तरमेव तत्र शास्त्रस्य अध्ययनं शास्त्राध्ययनं भवति. आम् तादृशमेव गुरुकुलेषु. परन्तु वयं तु अट्लीस्ट् अहं तु तत्र मम तु कण्ठस्थी एव नास्ति. ममापि नास्ति, किमपि नास्ति. सः एव भ्रमः भवति. अस्तु अग्रिमं पश्यामः. विजया भगिनी तृ धातुः ऋकारात् महोदय पठामि. अत्र ऋकारान्तदातवः तृ धातुः सेट् अस्ति, रूपाणि परिशीलनीयानि. अत्र तृ इति भवति, अत्र सेट् अस्ति, अतः तत्र इडागमः भवति. प्रथमम् अकारः भवति. अत्र सेट् अस्ति चेत् अत्र किम् अत्र चिन्वत् पक्षे वदतु भगिनि, अनन्तरम् अपक्षे वदामः. चिन्वत् पक्षे अत्र अत्रु इति भवति, अनन्तरं तत्र इकारः भवति. इकारः चिन्वत् भवति इकारः. अत्र गुणकार्यं भवति खलु महोदय, अत्र अत्र तार् भवति अत्र अत्र तृ सत्यं तार् भवति गुणः नास्ति अचोणिति इदानीमेव वृत्तिकार्य अचोणिति इति वृद्धिकार्यं भवति आम् अचोणिति इत्यनेन वृद्धिकार्यं तार् भवति तार् अतार् अतारी एव खलु महोदय अतारी अतारि अतारि अनन्तरं ईशाताम् अस्ति ईशाताम् अत्र अत्र अत्र अपि सर्वत्र इडाकमः भवति किमर्थं चेत् सेट् अस्ति अनन्तरं तत्र अपि अतारिशाताम् इति भवति सत्यम् अतारिशाताम् अनन्तरम् अतारि अतारि अतारिशत अतारि शत अनन्तरम् अत्र इष्टाः भवति अतारिष्टाः अतारिष्टाः अनन्तरम् अतारिशाताम् इति भवति अनन्तरम् अत्र मध्यमपुरुषे एकवचनं अत्र अतारि अतारि अत्र अतारि अतारिद्वम् इति अत्र सूत्रमस्ति इणः अस्ति चेत् अत्र सूत्रम् इणः शीद् शीद्वं लुङ् लिटो दोङ्गात् इति अस्ति अत्र अतः तत्र अतारिड्वम् इति भवति वा महोदय डकारस्य स्थाने डकारः वा डकारः भवति अनन्तरं अता अतारिषि अतारिषि भवति अतारिषि अनन्तरम् अतारिष्वहि अतारिष्महि अत्र मध्यमपुरुष बहुवचने रूपद्वयम् इणः इणः परः इड् अस्ति किल अतारिड्वम् अतारिद्वम् रूपं द्वयं भवति आम् यत्र यत्र इणः परः इट् अस्ति चेत् तत्र विभाषेतः भवती एव चिन्वत् अभावे अपि वदतु भगिनि अत्र प्रथमं इ अस्ति चिन्वत् अपक्षे अत्र अत्रापि अतारि इति भवति वा महोदय सत्यम् अचोणिति अचोणिति एव सम्यक् तदेव अतारि भवति अनन्तरम् अकारि न अतारि अतारि शाताम् अतारि एकनिमिषम् अत्र अत्र योगः सेट् अस्ति इ शा इ साताम् अथ तत्र किं भवति साताम् सत अकारि अकारि तत्र अकारि सा तत्र गुणः भवति किल अपक्षे गुणः भवति चेत् अत्र अर् सत्यम् अतरिषितम् अत अतरिशाताम् अतरि साताम् अतरि अतरि साताम् अतरि सत अनन्तरम् अतरिष सर्वत्र आदेशप्रत्ययोः अतरिशत अतरिष्ठाः इति भवति सत्यं महोदय अतरिष्ठाः अतरि साधाम् अतरि साध्वम् एव अतरि साध्वम् अत्रापि अतरि इकारः अस्ति अतः इण अत्र अत्र डकारः अत्रापि रूपं द्वयं भवति वा महोदय सत्यम् अस्तु अनन्तरम् अतरीषि अतरि अतरीषि अतरीष् अतरीषि न अतरि साताम् अतरि न न न अतरीषि अतरीष्वहि अतरीष्महि सम्यक् तावदेव. तत्र चिन्वत् भावः तस् चिन्वत् भावः अस्ति चेत् तत्र वृद्धिः भवति अचोणिति सर्वत्र. अतः एव अथारिषाताम् अथारिषत. यत्र अपक्षे तु सेट् अस्ति अतः इडागमः भवति, परन्तु तत्र साताम् इति आर्धधातुकप्रत्ययः इति कृत्वा तत्र गुणः भवति अर्. अतः तत्र अतरिषाथाम् अतरिषथ इति रूपम् अवगतं किल? सत्यम् एकस्मिन् एव आम् प्रथमपुरुष एकवचने एव अथारि अतारि इति भवति, अन्यत्र सर्वत्र तु ह्रस्वम् पक्षे अतारिशाताम् अपक्षे अतरिशताम् इति खलु अतरिशताम् अतरिशतः एकस्मिन् पक्षे वृद्धिः भवति दीर्घः गुणः भवति गुणः गुणः भवति सत्यम्. आर्धधातुकप्रत्ययः साताम् इति स्मरामः चेत् तत्र सौलभ्यं भवति. अत्र ई इडागमः साताम् अतः तत्र गुणः भवति. सम्यक् धन्यवादः भगिनि महोदय. भवतः क्रमः अन्तिमम् अधुपददातवः कृत्वा समापयामः. अधुपददातवः अत्र चिण्वद्भावः न भवति इति स्मर्यताम्. पट् धातुः सेट् अस्ति, तत् अधुपददातुः अस्ति खलु, क्षम्यताम् अधुपद्धातुः अस्ति. तर्हि तत्र किमस्ति तत्र रूपम् एकनिमिषः अत्र एक पुनः वदामि. त्रासिच् सीट् तासिच् भावकर्मणोः अज् हानगः दृशां वा चिन्वदिति च इति सूत्रस्य कार्यं न भवति अत्र. किमर्थम् अजन्तदातुः चिन्वत् भावः नास्ति चेत् चिन्वत् अभावः एव अस्ति वा? चिन्वद्भावः नास्ति, अभावः नास्ति. चिन्म हा अभावः अस्ति परन्तु नास्ति, अभावः अस्ति चिन्वद् अभावः भावः नास्ति अतः अभावः अस्ति. आम् आम् तदपि वक्तुं शक्नुमः. घटः नास्ति चेत् घटाभावः तादृश घटस्य अभावः अभावः अस्ति अस्ति घटः नास्ति बट् घटस्य अभावः अस्ति इति तादृश घटाभावः द्वयमपि अस्ति. घटस्य अभावः अस्ति घटः घटः अस्ति अथवा घटस्य अभावः अस्ति सत्यम् अस्ति अथवा अस्ति वा नास्ति वा इति पट् घटाभावः पट् इति तत्र पट् इति इडियोगे अस्ति अतः तत्र किमस्ति ईशातां इषत इष्टाः इषातां विध्वम् ईशिव ईश्वै ईष्मै इति रूपाणि भवन्ति. तर्हि पट् योग ई इति अस्ति अपट् अपट् योग ई अप् अतोपदायाः इत्यनेन आप् अपाटि इति भवति अपाटि इति अस्ति. अपट् योग इषाताम् अपटिश् अप अपटिश् इति सर्वत्र अपटिश् इति अङ्गम् अपटिषाताम् अपटिषत अपटिष्टाः इति अपटिष्टाः अपटिषाथाम् अपटिश् क्षम्यताम् अपटिष्ट अपटिषाताम् अपटि अपटि अपटिध्वम् अपटि एकनिमिष अपटिध्वम् एव तत्र अपट् क्षम्यताम् पट् खलु तत्र इण्वर्णः नास्ति पट् अतः अपटि अपटिध्वं खलु इणः शिध्वं लुङ्लिता इणः इणः इति इणः वा अस्ति वा तत्र इणः शिध्वं इकारः क्षम्यताम् इकार क्षम्यतां क्षम्यताम् अतः अस्ति अपटि अपट् अपट् अपटिध्वम् इति अपटिध्वम् अपटिषि अपटिष्वहि अपटिष्महि इति एकमेव रूपम् अस्ति तत्र किमपि सत्यं सत्यं चिन्वत् नास्ति किल अतः एकमेव रूपं तदपि इणः शिध्वं लुङ्लिताम् इति एकमेव रूपम् अपटिध्वम् इति अत उपादायः इत्यस्य एव कार्यम्. एकं वाक्यं रचयित्वा वदामि भगिनि तदेक एकनिमिषं अत्र अत्र कर्मणि प्रयोगे अस्ति अपि च सामान्य लुङ् अस्ति अस्तु सामान्य अस्ति बालकेन अपाटि बालकेन अपाटि बालकेन अपाठि बालकाभ्याम् अपठिशताम् इति भवति बालकैः अपठिशत इति त्वं सोरि त्वया अपठिष्टाः युवाम् अपठिशतां यूयम् अपठिध्वम् अहं सोरि क्षम्यतां मया अपठिषि मया अपठिषि अपि च किमस्ति अत्र आवाभ्याम् अपठिष्वहि अस्माभिः अपठिष्महि इति श्वः वदामि व्याकरणम् अपठिष्मि अद्य अहम् अपठिष्मि इदानीम् वयम् अपठिष्महि वक्तुं शक्नुमः खलु आम् अद्यतन एव किल अनद्यतन नास्ति किल अद्यतन अद्यतन तत्र अनद्यतने अनद्यतनं विहाय अपरह्यः परह्यः इति ह्यः नास्ति अपरह्यः इति भवति भवितुम् अर्हति खलु परह्यः अपि वक्तुं शक्यते खलु अनद्यतन अस्ति चेत् वक्तुं शक्नुमः अद्यतन अस्ति चेत् न वक्तुं शक्नुमः न अनद्यतने अनद्यतने अनद्यतने लङ् सामान्ये लुङ् अस्ति चेत् अद्यतन एव वक्तुं शक्नुमः किल अद्यतन नास्ति अनद्यतनं विहाय अन्यत्र वक्तुं शक्नुमः तादृश अस्ति खलु तत् अनद्यतनस्य एव यथा तत्र लुट् लकारस्य अनद्यतने भविष्यत्काले एव भवति परन्तु तत् अनन्तरं तत्र लुट् लकारस्य परश्वः इति तत्र लुट् लकारस्य प्रयोगः न करणीयम् इति अस्ति वा तादृश अस्ति तत्र किं कालः स्पष्टं वदामः श्वः भविता इति यत्र श्वः परश्वः इति वदामः चेत् तत्र लुट् एव तत्र भविता एव वक्तव्यं लृट् लकारः न प्रयोक्तव्यम् इति अस्ति किल आम् अस्ति तत्र अत्र एव अस्माकम् अष्टाध्यायी डाट् काम् मध्ये एव अहं प्रायः ह्यः वा परह्यः एव तस्मिन् विषये पठितवती एकनिमिषम् अनद्य अद्यतनभूते एव लुङ् अनन्तरं तत्र लुट् इत्युक्ते अनद्यतन भविष्यत् लुट् इत्युक्ते परह्यः इत्युक्ते किं वक्तव्यं भगिनि तदेव प्रश्नः परह्य इत्युक्ते लुङ् एव अद्यतनभूते नाट् टुडे बट् पूर्वम् अद्यतन इत्युक्ते टुडे एव किल भगिनि अद्यतनभूते महोदय अद्यतनभूते प्रातःकाले किमपि अभवत् तत्र परह्यः अस्ति चेत् मया अपटशम् इति भवति न परह्यः इति वदामः चेत् एतदेव अपटिशम् अपटिश मया अपटिषि खलु अपटिशं कथं वा भवति लङ् एव प्रयोक्तव्यं महोदय अनद्यतनभूतकालं द्योतयितुं धातोः परः लङ् लकारः प्रयुज्यते सः यः विद्यालयम् अनद्यतने लङ् सः यः विद्यालयं न अगच्छत् अहं गतसप्ताहे व्याकरणम् अपठं ते गतवर्षे स्नातकाः अभवन् यत्र क्रियायाः कालः अद्यतनभूतकालः अस्ति उत अनद्यतनभूतकालः अस्ति एतत् स्पष्टं नास्ति तत्र लङ्लकारस्य प्रयोगः न करणीयः लुङ्लकारस्य प्रयोगः करणीयः इदानीं भवान् यद्वदति परह्यः इति, तत्र कालं स्पष्टमस्ति किल, तत्र वयं लङ्लकारस्य सः विद्यालयं न अगमत्। तर्हि अहं पूर्वं पठितवान् इति अर्थे किं करणीयं तत्र, लङ्लकारः अथवा लुङ्लकारः वा? पूर्वं पठितवान् इति तदेव यत्र, न तत्र यत्र क्रियायाः कालः स्पष्टं नास्ति, अद्यतन वा अनद्यतन वा इति नास्ति चेत् तत्र लङ्लकारः न प्रयोगं करणीयः, लुङ्लकारप्रयोगः एव करणीयः। सः विद्यालयं न अगमत्, व्याकरणम् अपठिशम् इति तादृशम्, इत्युक्ते कदा अपठिशम् इति तत्र स्पष्टं नास्ति, ह्यः अपि अपठिशम्, अद्य प्रातःकाले अपि, तदपि वक्तुं शक्यते। अतः यत्र कालः स्पष्टः नास्ति तत्र लुङ् तत् कालः स्पष्टः नास्ति चेत् लङ्लकारस्य प्रयोगः न करणीयमेव वा, तादृशनियमः अस्ति वा? इत्येव तत्र महोदयेन लिखितं, यत्र क्रियायाः कालः अद्यतनभूतकालः अस्ति उत अनद्यतनभूतकालः अस्ति एतत् स्पष्टं नास्ति, तत्र लङ्लकारस्य प्रयोगः न करणीयः, लुङ् प्रयोगः एव करणीयः। एतादृशमेव तत्र लृट् लुट् मध्ये अपि अस्ति, तत्र भविता इति तादृशमेव, यत्र कालः स्पष्टः अस्ति तत्र भविता इति वक्तव्यम्, अग्रे भविता, श्वः भविता, आम् तादृशं तत्र एव वक्तव्यम् इति, तदपि अत्रैव अष्टाध्यायी डाट् काम् मध्ये एव आसीत्। अस्माभिः लङ् एव आं सर्वत्र, आं तद् सरलसंस्कृतं, तद् सरलसंस्कृतम् इति कृत्वा तत्र बहूनि रूपाणि सन्ति, ते तु पूर्वमेव तत्र प्रचाररूपेण एव संस्कृतं, संस्कृतस्य पापुलर् अद्यतने तत्र केवलं तत्र तत्र तवतु अपि तातस्य एव भवति, आम् गतवान्, आम् आम् अभवत् इति वयं, तत्र समयः किमपि नास्ति खलु, तत्र सामान्य अस्ति खलु, तत्र गतवान् गतवती पठितवान् इत्येव वयम् उपयोगं कुर्मः, अपठम् इति कदापि न वदामः किल, तदेव फिल्टरिङ्ग् इति, लेङ्ग्वेज् फिल्टरिङ्ग् इति। धन्यवादः भगिनी, धन्यवादः भगिनी, नमस्कारः, धन्यवादः, धन्यवादः।